नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति दिवादिगणः इति। तत्र वयं जानीमः दिवादिगणे ष्यन् इति विकरणप्रत्ययः विधीयते। दिवादित्यः ष्यन् इति सूत्रेण कर्तरि शप् इति सूत्रं प्रपाद्य, तर्हि इदानीं वयं पश्यामः चेत् तत्र धातुतः लट्लकारः अस्ति, लकारस्य स्थाने लस्य इति सूत्रेण दिवादयः विधीयन्ते। तदनन्तरं तिङ्प्रत्ययं निमित्तीकृत्य, तिङ्प्रत्ययः सार्वधातुकप्रत्ययः, कर्तार्थे अपि अस्ति इति कृत्वा तिङ्प्रत्ययं निमित्तीकृत्य विकरणप्रत्ययस्य विधानं, दिवादित्यः ष्यन् इति सूत्रेण ष्यन् प्रत्ययस्य विधानं। ष्यन् प्रत्ययस्य स्वभावः कथमस्ति, कोऽपि वदतु? ष्यन् इति प्रत्ययः कीदृशप्रत्ययः? सार्वधातुकप्रत्ययः, सार्वधातुकप्रत्ययः अपि अपि च अपित् अपित् प्रत्ययः, सत्यम्, अपित् प्रत्ययः। तर्हि अपित् अस्ति चेत् कर्त्रार्थे भवति, अपित् अस्ति चेत् गुणवृद्धेः निषेधः भवति। पूर्वं किं वदामः? सार्वधातुकम् अपित्, सार्वधातुकम् अपित् इति सूत्रेण निद्वत् भवति। अनन्तरं केन सूत्रेण गुणवृद्धिनिषेधः? किङिति च, किङिति च इति सूत्रेण गुणवृद्धिनिषेधः। तर्हि प्रत्ययः अपित् अस्ति चेत् एकं कार्यं तु प्रसारण, एकं कार्यं तु अत्र गुणवृद्धिनिषेधः, द्वितीयं कार्यं सम्प्रसारणं, सम्प्रसारणं, तृतीयं कार्यं न लोपः उपधायाम् अनिदिताम् हल् उपधायः, अनिदिताम् हल् उपधायः इति, इत्यनेन न लोपः उपधायां न लोपः। तर्हि तत्र त्रीणि कार्याणि भवन्ति। प्रत्ययः कित् अथवा नित् अथवा निद्वत् अस्ति चेत् तादृशप्रत्ययं निमित्तीकृत्य त्रीणि कार्याणि भवन्ति। प्रक्रिया सार्वधात्मकप्रक्रिया वा भवतु, अर्धधात्मकप्रक्रिया वा भवतु, समानकार्याणि भवन्ति। प्रत्ययः कित् अस्ति चेत् प्रायेण तत्र अर्धधात्मकप्रक्रियायां प्रत्ययाः कितः भवन्ति, तादृशकृत् प्रत्ययम् आश्रित्य तीनि त्रीणि कार्याणि भवन्ति प्राधान्येन। प्रत्ययः निद्वत् अस्ति चेदपि त्रीणि कार्याणि भवन्ति, अन्यानि अपि कार्याणि भवन्ति, तत्तत् प्रसङ्गे वयं पश्यामः। परन्तु प्रमुखतया त्रीणि कार्याणि कानि इति चेत् एकः अस्ति गुणवृद्धिनिषेधः, द्वितीयः तत्र उपधायां नकारस्य लोपः अनिदिधातूनाम्, अनन्तरं तृतीयं कार्यं सम्प्रसारणम्। तर्हि इदानीम् अस्माभिः एतावता गुणवृद्धिनिषेधस्य विषये किञ्चित् दृष्टं, तत्र इगन्तधातोः विषये, इगुपदधातूनां विषये दृष्टम्। तर्हि इदानीं विशेषधातुषु मध्ये तत्र उपधायां न लोपः अनिदितां हल् उपधायाः इति, उपधायाम् अनिदितां हल उपधायाः इति सूत्रेण न लोपः अनिदिधातूनाम्, अनिदित् नाम, अनिदित् नाम कः? इकारः इति नास्ति, ह्रस्वैकारः इति नास्ति चेत् तादृशधातुः अनिदित् धातुः, तादृश अनिदित् धातूनां विषये उपधायां नकारः अस्ति चेत् न लोपः भवति इति अत्र दृष्टम् आसीत्। सत्यं, तत् सर्वं दृष्टं। तदनन्तरं तत्र तस्मिन्नेव प्रसङ्गे इदिधातूनां विषये अपि किञ्चित् अधीतमासीत्। अनिदित् इत्युक्तं, तर्हि इदित् ना, इदिधातु नाम यत्र ह्रस्वैकारस्य संज्ञा भवति, इदिधातुः अस्ति चेत् तत्र किं भवति? इदितो नुम् धातोः इत्यनेन नुमागमः भवति। अनिदिधातुः अस्ति चेत् नुमागमः न भवति, परन्तु उपधायां नकारः अस्ति चेत् लोपः भवति इति भेदः अस्ति। तर्हि तस्मिन् प्रसङ्गे चर्चितं यत् यदि तत्र नकारस्य लोपः एव करणीयः चेत् किमर्थं तत्र मूले नकारः स्थापितः, मूले एव नकारः मास्तु इति अपि चर्चितं। तत्र मूले नकारः किमर्थं तत्र स्थापितं, यदि नकारः, नकारस्य नाशः एव इष्यते प्रक्रियायाम् अनुदितां हलोपदायात्मिति इति सूत्रेण, तर्हि किमर्थं मूले नकारः स्थापितः? अन्यानि कार्याणि भवन्ति, लोपः कस्यामपि दशायां न भवति इति कारणेन किं नकार यदि अस्ति चेत् नकारस्य लोपः कस्यां स्थित्या स्थित्याम् अपि न भवति इदित् अस्ति परन्तु इदानीम् अदि इदित् नास्ति खलु अनिदित् अस्ति खलु अनिदित् अस्ति तर्हि तस्य न लोपः भवति इति उक्तं तर्हि किमर्थं तत्र न लोपः कृतः तत्र नकारः किमर्थं योजितः आदौ उपदेशावस्थायां किमर्थं नकारः योजितः नकारः मास्तु कुत्रचित् तु नकारस्य कुत्रचित् नकारस्य लोपः न भवति त्वान्तरूपे तु त्वान्तरूपे श्रूयते नकारः अपि शान्तरूपे नकारः श्रूयते वा न श्रूयते वा श्रूयते कम्पितः लम्बितः तत्र आरम्भे नकारः अस्ति चेत् किटिङ् इति च इति सूत्र किटिङ् इति च अस्ति चेत् तस्य लोपः भवति मूले नकारः यदि उदाहरणार्थं बन्धुधातौ स्वीकुर्यामः चेत् तत्र ङिति ङिति परे नकारः लोपः परन्तु ल्युटि ल्युट् प्रत्यये नकारः नकारः लोपः न भवति इति अस्ति कुत्रचित् लोपः भवति कुत्रचित् न लोपः न भवति अनिधि धातुः अस्ति चेत् उपधायाः नकारः सर्वदा लुप्यते इति नास्ति केवलं कित्वित् प्रत्यये परे एव लुप्यते अन्येषु प्रत्ययेषु परेषु तस्य लोपः न भवति इति उदाहरणं यत् विजयलक्ष्मी भगिन्या उक्तं तत्र कम्पितः लम्बितः तत्र धातुः कीदृशः तत्र कम्प् धातुः कीदृशः तत्र आदौ नकारः अस्ति न आदौ नकारः कपि ओ तत्तु इदित् अस्ति अतः नुम् आगमः भवति आदौ न भवति इदितो नुम् धातोः इत्यनेन तत्र नकारः उपधायां नकारः आयाति तत् नकारः भिन्ना खलु वार्ता भिन्ना सत्यम् अस्तु परन्तु बधी इत्यत्र किं भवति बन्ध् इति एव वा न तत्र बधी इति धातुः नास्ति बन्ध् इति एव धातुः हा अस्तु बन्ध् इत्येव धातु तत्र बद्ध इति स्वान्तरूपे नकारः न श्रूयते परन्तु बन्धनं ल्युप् तत्र नकारः श्रूयते सो कुत्रचित् श्रूयते कुत्रचित् न श्रूयते अत्र कुत्रचित् बन्धः इति अपि रूपं श्रूयते बन्धः इति तप्रत्यान्तरूपं तत् रूपं तु दोषाय अस्ति यतोहि सर्वदा न लोपः भवति तप्रत्यान्ते कित्नित् प्रत्यये परे न लोपः तु सर्वदा भवति परन्तु कुत्रचित् पुस्तकेषु बन्धः इति श्रूयते बन्धः इति तादृशरूपं तु दोषाय अस्ति तत्र समीचीनं नास्ति तत्र न लोपः सर्वदा भवति अतः बद्धः इत्येव समीचीनं रूपं बन्ध् इति नकारः अस्ति चेत् तत्र अग्रे कित्नित् प्रत्ययः न स्यात् अन्यप्रत्ययः स्यात् तदानीमेव तत्र नकारः भवति यथा तत्र बन्धनं तत्र लुटि बन्धा बन्धा इति रूपः अस्ति अस्तु तर्हि इदानीं तत्र विलम्बेन आगतवती नमस्कारः नमस्ते भगिनि लक्ष्मी अस्मि क्षम्यता अस्तु तर्हि इदानीम् अस्माकं द्वितीयं कार्यमस्ति विशेषधातुषु द्वितीयं कार्यं प्रथमं कार्यं तु तत्र गुणनिषेधः इति उक्तं द्वितीयं कार्यं तु तत्र न लोपः इति उक्तम् अनुदितामहलोपदायाग्निति इति उक्तं तृतीयं कार्यं तु सम्प्रसारणमस्ति सम्प्रसारणम् इति एकं विशेषं कार्यमस्ति केवलं व्याकरणेषु तर्हि वयं यण् सन्धिं वयं जानीमः यण् सन्धौ तु इकः स्थाने यणादेशः भवति इति सामान्य अचिपरे इकः स्थाने यणादेशः भवति इति उक्तम् इति एकं कार्यम् अस्ति. परन्तु तस्य विपरीतक्रमः अस्ति. यणः स्थाने इक् इक् आदेशः भवति इति एकं कार्यम् अस्ति. तादृशकार्यं सम्प्रसारणम् इति वदामः. तर्हि सम्प्रसारणं कार्यं वस्तुतः अङ्गकार्यम् अस्ति. इकः स्थाने यणादेशः इति वर्णनिमित्तिककार्यं, परन्तु सम्प्रसारणम् इति कार्यम् अङ्गकार्यम् अस्ति. यतोहि अङ्गेषु एव भवति. तत्र कित्निक् प्रत्ययम् आश्रित्य भवति. कित्निक् प्रत्ययम् आश्रित्य अङ्गेषु सम्प्रसारणकार्यं भवति. सर्वत्र भवति वा इति चेत् न, तदर्थं विशिष्टसूत्रम् अपेक्षितम्. अत्र सूत्रेण धातूनाम् उल्लेखः भवति. अत्र कस्य कस्य केषां केषां धातूनां विषये सम्प्रसारणं भवति इति साक्षात् सूत्रे एव उच्यते. तत्र अस्माकं कृते इदानीं प्रधानं सूत्रमस्ति ग्रहीज्या वयि, ग्रहीज्या वयि व्यधि वष्टि पृच्छति पृच्छति पृच्छति वृजतीनाम् इति च इति सूत्रम्. तत्रैव धातवः सर्वे उल्लेखिताः सन्ति. केवलम् एतेषां धातूनां सम्प्रसारणं भवति कित्निक् प्रत्यये परे. तर्हि इदानीं सम्प्रसारणमिति एकं कार्यमस्ति. तत्र यणः स्थाने इकादेशः भवति इति उक्तम्. अपि च सम्प्रसारणम् इति पारिभाषिकशब्दः अस्ति, पारि टेक्निकल् टर्म् अस्ति व्याकरणे. तर्हि सम्प्रसारणं नाम किम् इत्यत्र एकं संज्ञासूत्रमपि अस्ति तदर्थम्. इग्यणः सम्प्रसारणम् इति सूत्रेण तत्र यण् स्थाने यः इक् वर्णः आदिष्टः भवति तस्य सम्प्रसारणसंज्ञा भवति इति उक्तं. तर्हि इक् वर्णस्य सम्प्रसारणसंज्ञा भवति. तर्हि सम्प्रसारणम् इति पारिभाषिकशब्दः अस्ति. तर्हि तत्र इग्यणः सम्प्रसारणम् इति वस्तुतः संज्ञासूत्रम्. परन्तु सम्प्रसारणविधायकसूत्रं किम् इति चेत् तत्र ग्रहीज्या इति सूत्रेण एव सम्प्रसारणं विधीयते. तर्हि तत्र ये दातवः उल्लेखिताः इति पश्यामः चेत् प्रत्येकस्मिन् धातौ तत्र यण्वर्णः भवति. यण्वर्णः भवति. अत्र ग्रहधातोः यण्वर्णः कः? रेपः. रेपः. ज्या इति धातौ यकारः. किम्? यकारः. यकारः. यकारः यण्वर्णः. अनन्तरं वै इति किञ्चित् पार्श्वे स्थापयामः. अस्तु, वै इत्यत्र तत्र वदतु. वकारः एकारः द्वौ अपि सम्प्रसारण, यत्र सम्प्रसारणसंज्ञकवर्णः एकस्मात् अधिकः वर्णः अस्ति चेत् तदानीं किं भवति, उभयत्र सम्प्रसारणं भवति वा इति प्रश्नः उदेति. तदर्थम् अत्र किञ्चित् नियमः उच्यते. वर्णद्वयं सम्प्रसारणसंज्ञकः अस्ति चेत् किं करणीयम् इति नियमः उच्यते. तदपि पश्यामः. व्यद् इत्यत्र सम्प्रसारणसंज्ञकः वर्णः पकारः यकारः. पकारः यकारः. अनन्तरं वष्टि इत्यत्र पकारः. पकारः. अनन्तरं वश् इत्यत्र वश् न, व्यच्. व्यच् इत्यत्र व्यच्छति. वकारः वकारः यकारः. व्यच्. व्रश्च इत्यत्र वकारः रेपः. वकारः रेपः. प्रच् इत्यत्र रेपः एव. व्रज् इत्यत्र रेपः. तर्हि तत्र यवरल इति उक्तं. यण्वर्णः यवरल. अत्र प्रायेण वयं पश्यामः चेत् यकारः वकारः रेपः इत्येव प्रायेण दृश्यते धातुषु. तर्हि तत्र सम्प्रसारणसंज्ञकः वर्णः अस्ति वा इति कथं जानीमः इति चेत् रेपः वकारः यकारः अस्ति चेत् वयं ज्ञातुं शक्नुमः सम्प्रसारणसंज्ञकः वर्णः अस्ति. यत्र धातौ वर्णद्वयम् अस्ति तत्र किञ्चित् चिन्तनीयं भवति. तर्हि सम्प्रसारणकार्यं भवति चेत् यण्स्थाने एकादेशः भवति चेत् तत्पश्चात् किं कार्यं भवति इत्यपि सम्प्रसारणसम्बद्धकार्यं किञ्चित् भवति. तदपि द्रष्टव्यं भवति. इदानीं किञ्चित् एकवारं पठामः. तत्र शोभाभगिनी आरम्भं करोति वा? सम्प्रसारिणः दातवः इति आरभ्य. आं भगिनि. अस्तु. सम्प्रसारिणः धातवः एकः धातुः सम्प्रसारणसंज्ञा भवति यत्र यणः स्थाने इक् आदेशः भवति धातौ एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारणी दिवादिगणे एकः सम्प्रसारणी धातुः अस्ति व्यध ताडने अधस्तनेन सूत्रेण ग्रहीज्या इत्यनेन किति निति प्रत्यये परे सम्प्रसारणं भवति नाम यणः स्थाने इक् सम्प्रसारणम् इत्युक्ते तत्र यकारस्य इकारादेशः वकारस्य उकारादेशः रेफस्य ऋकारादेशः लकारस्य ल आदेशः वेद्ध धातौ तादृशौ द्वौ वर्णौ स्तः वकारः यकारश्च अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति न तु पूर्वस्य अतः वेद्ध धातौ यकारस्य सम्प्रसारणम् तत्र सम्प्रसारिणः धातवः दिवादिगणे तु एकः एव धातुः व्यद् इति सम्प्रसारिणः इत्यत्र प्रातिपदिकं किं सम्प्रसारिणिन् इति अतः तत्र बहुवचने सम्प्रसारिन् प्रातिपदिकस्य कीदृशशब्दः प्रातिपदिकस्य सम्प्रसारि एकक्षणं भगिनि सम्प्रसारणिनः निन् इति अस्ति तत्र सम्प्रसारणिन् अतः एक प्रथम विभक्तौ एकवचने सम्प्रसारणी इति भवति दीर्घ इकारः तत्र बहुवचने एतादृशं दृशः रूपः हा सत्यं यथा गुणिन् इति शब्दः अस्ति चेत् तथैव गुणिनः इति प्रत्ययः कः इति जानाति वा तत्र अस्य अस्ति इति प्रत्ययः अस्तु अग्रे हा तत्र इन् भगिनि इन् प्रत्ययः इणि प्रत्ययः इणि अस्तु तत्र सम्प्रसारणसंज्ञा भवति यत्र यणः स्थाने एकादेशः भवति इकोणचि इत्यस्य विपरीतक्रमम् अपि च धातौ एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारिणी इति धातोः नामकरणं भवति सम्प्रसारिणी इति तत्र एकवचने सम्प्रसारिणी इति भवति दिवादिगणे तु एकः एव धातुः वेद् इति ताडने इति अर्थे अपि च अग्रे आयास्यति ग्रहीज्या वै वयि इति एतेन सूत्रेण किति निति प्रत्यये परे एव सम्प्रसारणं भवति न तु अन्यत्र नाम यणः स्थाने इक् इति यथा तत्र प्रदर्शितं यकारस्य उकारः वकारस्य उकारः रेफस्य ऋकारः लकारस्य ल इति तत्र उत्तर द्वितीयस्तम्भे इक् इति प्रत्याहारस्थवर्णः तत्र यण् इति प्रथमस्तम्भे वेद् धातौ तादृशौ द्वौ वर्णौ स्तः तत्र यतोहि यकारवकारः द्वे अपि सम्प्रसारिणौ धातवः धातौ वेद् इति धातौ द्वे द्वौ वर्णौ भवतः अधुना सम्प्रसारणस्य कृते वकारः यकारः च अत्र न सम्प्रसारणे सम्प्रसारणम् इति एकं सूत्रम् अस्ति यदा वर्णौ द्वौ भवतः एकस्मिन् धातौ तत्र एकस्य एव सम्प्रसारणं भवनीयम् एकेन एव सम्प्रसारणं भवनीयं तत्र एतेन सूत्रेण परस्य वर्णस्य सम्प्रसारणं भवति न तु पूर्वस्य अतः तत्र वेद् इत्यस्मिन् वकारयकारयोः यकारस्य सम्प्रसारणं भवति न तु वकारस्य अतः व्यद् धातौ यकारस्य सम्प्रसारणं भवति तावत् पठितवती. बहु समीचीनं भगिनि, समीचीनं. तर्हि अत्र त्रीणि पदानि सन्ति. एकः तु सम्प्रसारिणी इति एकः एकं पदं, सम्प्रसारणं कार्यम् इति एकं, सम्प्रसारणकार्यम् इति एकं पदं, सम्प्रसारणसंज्ञा इति एकं पदं. त्रीणि पदानि सन्ति. तर्हि कुत्र कस्य शब्दस्य प्रयोगः स्यात् इति सम्यक्तया ज्ञात्वा प्रयोगः करणीयः. यदि तत्र धातोः उल्लेखः अस्ति चेत् तर्हि सम्प्रसारिणी धातुः इति वदामः. इत्युक्ते तादृशधातुः यस्य सम्प्रसारणं भवति, तर्हि सम्प्रसारणम् अस्य अस्ति इति सम्प्रसारिणी. तर्हि सम्प्रसारिणी इति वदामः चेत् धातोः उल्लेखः अस्ति. अतः धातूनाम् उल्लेखः यदा भवति बहुवचने तर्हि सम्प्रसारिणिनः धातवः इति वदामः. इदानीं तत्र यकारस्य स्थाने इकारः, यः इकारः आयाति तस्य सम्प्रसारणसंज्ञा भवति. इकारः, उकारः, ऋकारः, लु इत्येतेषां सम्प्रसारणसंज्ञा भवति इज्ञः सम्प्रसारणम् इति सूत्रेण. तर्हि तत्र सम्प्रसारणसंज्ञा ग्रहीज्या वै व्यदि वष्टि विचति वृष्टति पृच्छति पृच्छतीनाम् इति च इति सूत्रेण यत् कार्यं भवति तत् कार्यं सम्प्रसारणकार्यमस्ति, तत् कार्यम् अङ्गे भवति. अतः अत्र यदा शब्दस्य प्रयोगं वयं कुर्मः तदानीं किञ्चित् विचिन्त्य तत्र करणीयः, यतोहि कस्य विषये वयं वदामः इति स्पष्टतया कोऽपि ज्ञातुं शक्यते. तर्हि अत्र अस्मिन् गणे व्यद् इति एकः एव धातुः अस्ति. व्यद् धातोः कः विशेषः इति चेत् अत्र वकारयकारः द्वयोः स्थाने अपि इज्ञः सम्प्रसारणम् इत्यनेन तत्र यदा सम्प्रसारणकार्यं विधीयते विधायकसूत्रेण ग्रहीज्या वै इति सूत्रेण, तदानीम् उभयत्रापि सम्प्रसारणं भवितुमर्हति, सम्प्रसारणकार्यं भवितुमर्हति. वकारस्य स्थाने उकारः भवितुमर्हति, यकारस्य स्थाने इकारः भवितुमर्हति. अतः प्रश्नः उदेति, संशयः उदेति तत्र कस्य द्वयोः सम्प्रसारणं वा इति प्रश्नः उदेति. तदर्थम् अत्र सूत्रं कृतमस्ति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रम्. तेन सूत्रेण तत्र वर्णद्वयस्य सम्प्रसारणं भवितुमर्हति, तत्र परवर्णस्यैव सम्प्रसारणं, पूर्ववर्णस्य सम्प्रसारणं नास्ति इति नियमात् व्यद् इत्यत्र यकारस्यैव सम्प्रसारणं, वकारस्य सम्प्रसारणं न भवति इति वयम् अवगन्तुं शक्नुमः. इदानीं सूत्राणां विवरणम् अग्रे दत्तमस्ति, तत् पठामः. परन्तु सरलरूपेण परवर्णस्यैव सम्प्रसारणं, पूर्ववर्णस्य न भवति इति उक्तम्. तर्हि इदानीं यद् ताडने इति तत्र उषाभग्नि पठतु. आं भगिनि. व्यद ताडने व्यद् योगः ह्यन् न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति. ग्रहीज्या इति सूत्रेण सम्प्रसारण आदेशः वकार इकार यकारस्य स्थाने इकारः, यकार उत्तरवर्ती अकारः, वकार इकार अकार धकारः योगः य. सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारणसंज्ञकः वर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः विद् योगः यकार विद्य इति अङ्गं विद्ययोगः ति विध्यति. व्यदताडने इति धातोः कृते वकार यकार द्वयोः वर्णयोः सम्प्रसारणवर्णः सम्प्रसारणवर्णः अस्ति. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण यस्य वर्णस्य परः सम्प्रसारणवर्णम् अस्ति चेत् पूर्वं स्थितस्य पूर्वस्य वर्णस्य सम्प्रसारणं न भवति इति सूत्रं वदति. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं व्यद् इति धातोः कृते वकारयकार द्वयोः वर्णयोः सम्प्रसारणवर्णः अस्ति. पूर्वं स्थितस्य वकारस्य सम्प्रसारण सम्प्रसारणकार्यं न भवति इति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं वदति. ग्रही ज्या वयि व्यधि वष्टि विचति इति सूत्रेण सम्प्रसारण आदेशः यकारस्य स्थाने एव भवति, यकारस्य स्थाने इ आदेशः भवति. यकारस्य परम् अपि अकारः अपि अस्ति. तदा वकार इकार अकार दकारः व्यद् इति दकारः अपि अस्ति. व्यद् योग ह्यन् इत्यस्य कृते यकार एव दृश्यते. वकार इकार अकार धकार योगः यकारः. सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारणसंज्ञकवर्णात् परं परम् अच् अत्र सम्प्रसारणक सम्प्रसारणसंज्ञकवर्णात् परम् अत्र ईकारस्य परम् अकारः. परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः एव भवति, पूर्वरूप आदेशः एव भवति इति सूत्रं वदति सम्प्रसारणाच्च इति सूत्रं. यस्य वर्णस्य सम्प्रसारणवर्णात् परम् अच् अस्ति चेत्, इकार अकारः अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः एव भवति इति सूत्रं वदति. इकाराकारस्य स्थाने इकारः एव दृश्यते, इकारः एव स्थितः, अकारः लोपः भवति. वकार इकार धकार विद् योगः भवति, विद् भवति, विद् योगः य विद्य इति अङ्गं. लोपः इति न वक्तव्यं, न लोपः नास्ति, पूर्वपरयोः एकः आदेशः, सः आदेशः इकारः. आं भगिनि, पूर्वरूप आदेशः एव भवति, न लोपः. विद् योगः य विद्य इति अङ्गं, विद्ययोगः इति विद्यति इति लटिरूपं भवति. बहु समीचीनं समीचीनं. तर्हि तत्र स्पष्टता अस्ति इति मन्ये. तत्र यद् इति धातौ वस्तुतः वर्णद्वयस्य सम्प्रसारणसंज्ञा भवितुम् अर्हति, वकारयकारयोः सम्प्रसारणं भवितुम् अर्हति. परन्तु तत्र निषेधकसूत्रमस्ति न सम्प्रसारणे सम्प्रसारणं, न सम्प्रसारणे सम्प्रसारणम् इत्यनेन अत्र सूत्रस्य विवरणम् अग्रे पश्यामः. परन्तु सम्प्रसारणसंज्ञकवर्णः परः अस्ति चेत् पूर्ववर्णस्य सम्प्रसारणं न भवति इत्यतः व्यद् इत्यत्र वकारयकारयोः सम्प्रसारणं भवितुम् अर्हति. परन्तु इदानीं नियमनिषेधकसूत्रात् केवलं यकारस्य सम्प्रसारणं, न तु वकारस्य. अत्र यकारस्य सम्प्रसारणम् इत्यनेन यकार उत्तरवर्ति अकारस्य नास्ति, केवलं यण् वर्णस्य. अतः केवलं यकारस्य स्थाने तत्र इकारादेशः, यण् वर्णः इकारः, इकारः आदिष्टः भवति. तर्हि इदानीं वकारः इकारः अकारः धकारः इत्यस्य अनन्तरं ष्यण् प्रत्ययः. इदानीं किं भवति इति चेत् यत्र यत्र सम्प्रसारणसंज्ञकवर्णः आयाति अन्ततो गत्वा सः एव तिष्ठति. तस्य अनन्तरम् अच्युवर्णः अस्ति चेत् तस्य स्थाने आदेशः भवति. अतः इकारः योगः अकारः इत्यनेन पूर्वपरयोः स्थाने पूर्वं यः सम्प्रसारणसंज्ञकः वर्णः अस्ति तस्य आदेशः भवति. अतः इकारः एव अवशिष्यते तत्र. वकारः इकारः तकारः यकारः, तर्हि विद्य विद्यति इति रूपं. प्रक्रिया स्पष्टतया ज्ञातं वा? अस्तु, तर्हि इदानीं अग्रे तत्र कः पमेलम् अस्ति भगिनि, अग्रे पठतु. अत्र एकः प्रश्नः, अत्र विचति वृच्छति पृच्छति भृजति एतेषु चतुर्षु धातुषु स्टिपा निर्देशः अस्ति वा? सत्यं, तत्र लटीरूपम् इति दृश्यते सम्प्रसारणं भूत्वा. न जानामि, तत्र ति इति श्रूयते खलु, ति इति श्रूयते खलु, तत्र अन्ते ति इति श्रूयते चेत् यत्र तु सूत्रेषु वष्टि इत्यत्र ईकारः श्रूयते, वष्टि इत्यत्रापि, वष्टि इत्यत्रापि ति इति इत्येव अस्ति. यदि यदि गृहि इत्यत्र इकारः श्रूयते, अतः इका निर्दिष्टः. परन्तु विच्छति वृच्छति वष्टि वृच्छति वष्टि विच्छति वृच्छति पृच्छति बृजति सर्वत्र तत्र ष्टिपानिर्देशः परन्तु तत्र सम्प्रसारणम् अभवत् वा पृच्छति वृच्छति तत्र सम्प्रसारणं भवति न कोऽपि क्लेशः ष्टिपानिर्देशः अस्ति चेदपि सम्प्रसारणं भवति तत्तद् गणे परन्तु कुत्र न भवति ष्टिपानिर्देशः अस्ति चेत् यङ्लुकि न भवति केवलं यङ्लुकि न भवति तर्हि तत्र यङ्लुगन्तप्रसङ्गः अस्ति चेत् तदानीं न भवति परन्तु अन्येषु स्थलेषु तु भवति एव अस्तु अस्तु अस्तु महिला भगिनी अग्रे आं भगिनि व्यद् धातोः एव व्यदः यः मृगायां करोति छिद्रं करोति इति विद्यते तत्र व्यादः इत्यस्य किं विग्रहवाक्यं वा महोदय तत्र व्यादय अथवा केवलम् अर्थं वा मृगायां केवलम् अर्थः एव व्यद् धातुः एव व्यादः इत्यत्र इति शब्दः निष्पन्नः धातुतः व्याधः व्यद् धातुः इत्युक्ते यः मृगायां करोति इति तादृशार्थः अस्ति इति उक्तं चित्रं करोति गृहीत्या वै व्यधि वष्टि विचति वृच्छति पृच्छति बृजतीनां निति च गृह ज्या व्य व्यद् वश् व्यच् वृच् प्रच् व्रच् व्रश्च प्रच् ब्रश्च येषां सम्प्रसारणं भवति किति निति प्रत्यये परे इतरेतरद्वन्द्वः षष्टिविभक्तौ गृही ज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति बृजतीनां षष्ट्यन्तं षष्ट्यन्तं निति सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रं वचि स्वपीज वचि स्वपि यजादिना किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः श्यङ् सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ग्रहि ज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति बृजतीनां निति किति च सम्प्रसारणम् अत्र सम्प्रसारणस्य विधायकसूत्रस्य विवरणं दत्तमस्ति गृही यानि धातवा तत्र उल्लेखितानि तेषां धातवा तेषां सम्प्रसारणं भवति यदि कितिनिति प्रत्यय अस्ति परे अस्ति चेत् तत्र ते सर्वे इतरेतरद्वन्द्व गृहीज्या वै वदि एते सर्वे षष्ट्यन्तं नितिसप्त्यन्तं च अव्ययं तत्र षष्ट्यन्तम् इत्युक्ते तस्य स्थानी भवति किं भगिनि अत्र आदेशः तु यत् किति सम्प्रसारणं तस्मिन् तत्र गृही इत्यस्मिन् स्थाने भवति अथवा यः तत्र वर्णः अस्ति तस्य स्थाने खलु न तु इत्युक्ते इत्युक्ते तत्र षष्ट्य यद्यपि षष्ट्यन्तं पदमस्ति गृही ज्या वै वदि इत्येषाम् इति उक्तं बृजतीनाम् इति षष्ट्यन्तं पदमस्ति एतेषां धातूनां सम्प्रसारणम् इति कार्यं भवति इति उक्तं सम्प्रसारणम् इति कार्यं भवति इति एव उक्तम् एतेषां स्थाने सम्प्रसारणं कार्यं भवति परन्तु कुत्र कार्यं भवति सम्प्रसारणं नाम किम् इति तदर्थं संज्ञासूत्रं द्रष्टव्यम् संज्ञासूत्रं पश्यामः चेत् सम्प्रसारणकार्यं भवति नाम यणः स्थाने इगादेशः एव सम्प्रसारणकार्यं तत् कार्यं कुत्र भवति इति चेत् एतेषु धातुषु यत्र यण्वर्णः अस्ति तत्र इगादेशः भवति. धन्यवादः. तत्र तावदेव खलु भगिनि, केवलं कितिनिति परे तस्य सम्प्रसारणं भवति. अत्र अत्र प्रत्येकस्मिन् धातौ इकानिर्देशः स्थिपानिर्देशः वा इति वदतु. ग्रहि इत्यत्र इकानिर्देश इति मन्य गहि ग्रहि वै व्याधि अपि च तत्र वष्टि इत्यत्र विचति वृच्छति पृच्छति तत्र स्थिपानिर्देशम् अस्ति. किन्तु वष्टि तत्र किं तत्र सन्धिकार्यं भूत्वा तत्रापि स्थिपाम् अस्ति या इक् अस्ति अहं सम्यक् न जानामि. मूलधातुः वश् अस्ति खलु, वश् अस्ति, वश् वश् अस्ति. तर्हि वश्योगः इ इति अस्ति चेत् वशी भवति खलु. तर्हि स्थिपां निर्दिष्टम् अत्रापि स्थिपानिर्देशः वश्योगः ति इति अस्ति. तदर्थं तत्र कार्यद्वयं भूत्वा वष्टि इति रूपम् आयाति. तर्हि आहत्य अत्र पश्यामः चेत् वष्टि विचति विष्यति पृच्छति बृजति इति एतेषां धातूनां तत्र निर्देशः स्थिपानिर्देशः अस्ति. ग्रहि वै व्यधि इत्यत्र इकानिर्देशः अस्ति. ज्या इत्यत्र नाकोपि निर्देशः तथैव स्वीकृतम्. अस्तु भगिनि, भगिनि किञ्चित् न अवगतवती अत्र अनेन सूत्रेण मिति अस्ति चेत् सम्प्रसारणं भवति. इदानीं तु दिवादिगणेश्यन् इति विकर्णप्रत्यय, अतः इदानीं तु नित्वत् इति भवति. यतोहि अपित् अस्ति अतः इदानीं लट् लकारे लटि सर्वत्र दृश्यते. किम् नित्वत् भवति इति कृत्वा प्रत्ययः नित्वत् इत्युक्ते नित्तिव, अतः अत्र शयन् प्रत्ययः नित्तिव अस्ति इति कृत्वा अत्र इदं कार्यं भवितुम् अर्हति अत्र तादृशधातुः अस्ति चेत्. अत्र तु दिवादिगणे व्यद् इति धातुः अस्ति, अस्मिन् सूत्रे उल्लेखितम् उल्लेखितः अस्ति अस्मिन् सूत्रे. अपि च शयन् इति प्रत्ययः नित् अस्ति इति कृत्वा सम्प्रसारणकार्यं भवति व्यद् धातोः कृते. अस्मिन् गणे तु व्यद् धातोः एव विशेषः. किन्तु अन्यत्र अपि दृश्यते खलु, इदानीं तु वच् धातुः अस्ति, वद् धातुः अस्ति, वस् धातुः अस्ति, अन्यत्र अपि ते धातवः अन्येषु गणेषु सन्ति खलु. आम् सत्यं, किन्तु एतदेव सम्प्रसारण विधायकसूत्रम् अस्ति चेत् तत् तत्र कथं भवति वच् अत्र अन्यसूत्रमस्ति खलु, वचिस्वपि अजादीनां किति इति उक्तं खलु अत्र, तदपि अस्ति सम्प्रसारणविधायकसूत्रं. वच् वस् वच् अत्र वच् स्वप् यज् यज् इति गणः अस्ति, तस्मिन् गणे बहवः शब्दाः सन्ति. वच् तत्र अन्ये धातवः सन्ति, तेषां सम्प्रसारणं भवति. परन्तु तत्तु केवलं किति एव, न तु निति. ओ किति एव. अन्तिमप्रश्नात् इदानीं तु सम्प्रसारणं धातु धातुभ्यः सन्दर्भे एव भवति वा, नो चेत् प्रातिपदिकं सन्दर्भे अपि भवितुं शक्नोति किम्? अत्र अस्मिन् अनेन सूत्रेण तु केवलं धातोः विषये, यदि प्रातिपदिकस्य विषये इष्यते चेत् तदनन्तरं विशेषसूत्रं भवति शब्दस्य विषये अथवा भवितुं शक्नोति. तत् भवितुमर्हति. भगिनी, स्टिप् इति प्रत्ययः पित् अस्ति खलु, तत्र पकारस्य इत्संज्ञा भवति, अतः नित्वत् न भवेत् खलु तत्र. कुत्र स्टिप् इति प्रत्ययः? हा स्टिप् इति प्रत्ययः पित् अस्ति, तत्र क्लेशः नास्ति. कुत्र गुणः भवति इति वक्तुमिच्छति? न तर्हि सम्प्रसारणं कथं भवति तत्र? ङिति परे भवति अवगतं, प्रश्नः न अवगतः, पुनः प्रश्नं पृच्छतु. न मम प्रश्नः तत्र विचति वृच्छति पृच्छति भृजतीनाम् अत्र सम्प्रसारणं भवति इति गृहीतं चेत् स्टिपा निर्दिष्टः अस्ति इति कृत्वा तत्र पित् प्रत्ययः अस्ति इति कृत्वा तत्र मित्वत् न भवति. न परन्तु तत्र मध्ये मध्ये किमपि अस्ति खलु, धातुः कः? इदानीं पृच्छति इति रूपम् अस्ति, धातुः कः? प्रच् इति धातुः. हा प्रच् इति धातुः, प्रच् योगः स्टिप् इति प्रत्ययः. इदानीं स्टिप् इति प्रत्ययः कीदृशप्रत्ययः? पित् प्रत्ययः. अपि च स्वभावः कः? नित्वत् नास्ति. नित्वत् नास्ति, तत् समीचीनं. परन्तु सार्वधातुकः वा अर्धधातुकः वा कथम् अस्ति? सार्वधातुक सार्वधातुकप्रत्ययः शित् शित् इति अस्ति. सार्वधातुकप्रत्ययः अस्ति शित्वात्. अनन्तरं तत्र तत्र कस्मिन् अर्थे विहितः अस्ति स्टिप् प्रत्ययः? धातुनिर्देशः. धातुनिर्देशः न कर्तुं प्रत्यये यदा यदा तिङ् प्रत्ययः विद्यते प्रत्ययस्य कश्चन अर्थः भवति खलु. इदानीं शिप् स्टिप् प्रत्ययः कस्मिन् अर्थे विहितः? इदानीं लटि तिङ् प्रत्ययः विद्यते चेत् कस्मिन् अर्थे विहितः? कर्तरि कर्तरर्थे. एवमेव अत्र स्टिप् इति प्रत्ययः तिङ् प्रत्ययः नास्ति. तिङ् प्रत्ययः नास्ति, तर्हि तिङ् प्रत्ययः नास्ति चेत् कीदृशप्रत्ययः? कृत्प्रत्ययः अस्ति. कृत्प्रत्ययः अस्ति. कृत्प्रत्ययः कस्मिन् अर्थे विधीयन्ते? धातुतः विधीयते. हा धातुतः विद्यते इति कस्मिन् अर्थे? कर्तरर्थे एव विधीयन्ते प्रायेण. अतः स्टिप् इति प्रत्ययः कृत् प्रत्ययः अस्ति, यतोहि तिङ् नास्ति इति कृत्वा कृत् प्रत्ययः धातुतः विहितः कर्तरर्थे विधीयते. तर्हि इदानीं कर्तरार्थे अपि विहितमस्ति, अनन्तरं सार्वधातुकप्रत्ययः अपि अस्ति, तर्हि किं भवितुमर्हति धातुतः? विकरणप्रत्ययः. विकरणप्रत्ययः आयाति. तर्हि विकरणप्रत्ययः आयाति कः? अत्र प्रच् धातुः कस्मिन् गणे अस्ति? तुदादिगणे अस्ति. तुदादिगणीय हा तुदादिगणीय. तर्हि कः विकरणप्रत्ययः आयाति? श इति आयाति. प्रच् योगः श. इदानीं वदतु सम्प्रसारणं भवति वा न? अधुना अवगतवती. अस्तु, प्रच् योगः श श इत्यस्मात् अकारः, श इति तु अपित् अस्ति अतः ङित्वत्, अतः प्रच् इत्यस्य सम्प्रसारणं भूत्वा पृच् इति भवति. तदनन्तरं पृच् अ स्टिपा इत्यस्मिन् ति इति अवशिष्यते, अतः पृच्छति इति भवति. समीचीनम्. एवमेव अन्यत्रापि. ओ धन्यवादः भगिनि. अस्तु समीचीनं. तर्हि इदानीम् अग्रे गच्छामः. इदानीं तत्र कतिचन उदाहरणानि दत्तानि सम्प्रसारणस्य विषये. अन्ये प्रत्ययाः सन्ति, अत्र तप्रत्ययः स्वीकृतः, किञ्चित् पश्यामः. अत्र सूर्यकुमारी भगिनी अग्रे, अत्र सूत्रार्थः स्पष्टः खलु? कोऽपि प्रश्नः अस्ति वा? अस्तु भगिनि, सूर्यकुमारी भगिनि. भगिनि, सा प्रत्यये परे खिति इत्यस्य उदाहरणम्, क्रह क्रयादौ गृह्णाति गृहीतः रूपमस्ति. क्रह धातुः क्रयादिगणे अस्ति, क्रयादौ विकरणप्रत्ययः अस्ति, स्न स्न अस्ति चेत् निद्वत् भवति, सम्प्रसारणम् अर्हति. रेफः ऋकार भवति, गृह्णाति. इदानीं तत्र ग्रह इति धातुतः श्ना प्रत्ययः अस्ति, श्नाप्रत्ययः अपित् प्रत्ययः अतः निद्वत् भवति इति कृत्वा सम्प्रसारणकार्यं भवति केन सूत्रेण केन सूत्रेण सार्वधातुकम् अपित् निद्वत् केन सूत्रेण सम्प्रसारणकार्यं भवति विधायकसूत्रं सम्प्रसारणस्य भगिनी किञ्चित् उच्चैः वदतु भगिनी न श्रूयते सम्यक् क्षम्यतां भगिनि ग्रही च वै यदि वष्टि विचति वृच्छति पृच्छति भृजति नाम इति च सूत्रेण ग्रही धातुः सम्प्रसारणधातु समीचीनं तर्हि तत्र सम्प्रसारणकार्यं कथं भवति इदानीं ग्रह् इत्यत्र गकारः रेपः अकारः हकारः इदानीं वदतु कुत्र सम्प्रसारणं ककारः रेपः अकारः अकारः सम्प्रसारणवर्णः रेपः रेपस्थाने ऋकार आयाति न श्रूयते भगिनि उच्चैः वदतु न इज्ञनः सूत्रेण सम्प्रसारणं न भवति सम्प्रसारणविधायकसूत्रेण सम्प्रसारणकार्यं भवति कार्यं केन सूत्रेण विद्यते इति चेत् विधायकसूत्रेण विधायकसूत्रं तु यद् भवती उक्तवती ग्रहीज्या वै इति सूत्रम् आमां वर्णे रेफः एव सम्प्रसारणवर्णः अस्ति रेफस्य स्थाने रु आदेश भवति उकारः अस्ति सम्प्रसारणात् च सूत्रेण सम्प्रसारणपरः अच्वर्णः अस्ति चेत् पूर्वपरयोः एकः पूर्व वर्णः आदेशः भवति अतः अकारलोपः भवति लोपः इति न वदामः लोपः इति विशिष्टसंज्ञा अस्ति व्याकरणे अतः लोपः इति न वदामः पूर्वपरयोः पूर्वरूपादेशः एव तिष्ठति तर्हि ग्रह गृहयोगः श्नायोगः ति तर्हि गृह्णाति समीचीनं तर्हि सर्वैः श्रुतं वा तत्र ग्रह इत्यत्र ऋकारस्ति चेत् तत्र ग्रह इति धातौ अत्र अस्मिन् सूत्रे अस्ति ग्रहीज्या इति सूत्रे अस्ति ग्रहधातोः तर्हि सम्प्रसारणं भवति रेपस्य स्थाने सम्प्रसारणं तर्हि रेपस्य स्थाने कः वर्णः इति चेत् ऋकारः तर्हि गकारः ऋकारः अकारः योगः हकारः तर्हि ऋकारस्य अनन्तरम् अकारः अच्वर्णः अस्ति इति कृत्वा तत्र पूर्वपरयोः पूर्वरूपादेशः ऋकारः आदिष्टः भवति इति कृत्वा ग्रह इति जायते ग्रह्योगः श्नायोगः इति गृह्णाति इति रूपम् समीचीनं तर्हि गृहीतः इति कथमस्ति गृहीतः स्थाप्रत्ययः भगिनि स्थाप्रत्ययः अस्ति तप्रत्ययः अस्ति सा अपि कित् अस्ति चेत् ग्रहीजा वै यदि वस्ति विचति वृच्छति पृच्छति भुचति नाम्नि च सूत्रेण खित् अपि इति च अस्ति चेत् खित् अपि अस्ति ककार ऋकार अकार अकार योगः था विरागमः भवति प्रत्ययः अनुकूलः अस्ति गृहधातुः अपि इदनुकूलः अस्ति हकार उत्तरवर्ति इकारः पूर्व अकारपूर्व अकारः पूर्वपर्वयोः एक पूर्वरूपमादेशः भवति चेत् ऋकार एव तिष्ठति गृहीतः अन्तिमरूपं बहु समीचीनं धन्यवादः इदानीं तद् विनय महोदय दीर्घ इकारः केन सूत्रेण भवति दीर्घ इकारः तत्र वस्तुतः गृहोलिटि दीर्घः इति एकं सूत्रमस्ति तेन सूत्रेण लिट्लकारं विहाय अन्यत्र दीर्घादेशः भवति ग्रहधातोः उत्तरस्य इतः अलिटि दीर्घो भवति अतः एव गृहीतुं गृहीतुं गृहीतः गृहीतव्यं गृहीत्वा सर्वत्र अस्तु तर्हि इदानीं विनय महोदय अग्रे भगिनि अत्र धात्वस्ति ज्या क्रियादिगण सम्प्रसारण कथं भवति ज हलन्त योगा य हलन्त य स्थाने इकारस्ति तथा ज हलन्त योग जी यदि जी भवति तदनन्तरं क्रियादिगणं श्नाप्रत्यय तथा जी ज्ञाति भवति श्नार्थार्थ न अवशिष्यते केवलवर्णमेलं जिनाति भवति तर्हि यकारस्य स्थाने इकारः इत्युक्तं जकारः इकारः आकारः आकारस्य का गतिः एकः प्रश्नः जी भवति जी भवति यकार हलन्तं योग अ अस्ति अतः अत्र ई अपि च मध्ये ई स्थितः अकारस्य लोपः भवति लोपः इति न वक्तव्यम् इदानीमेव उक्तं लोपः इति न वक्तव्यम् ईयोगः आ तत्र सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः पूर्वरूपादेशः इति वक्तव्यम् अहं गच्छामि अत्र सूत्राधारेण वक्तव्यम् अतः अकारस्य लोपः न भवति परन्तु पूर्व परयोः अहं केवलं सम्प्रसारणात् वयं सूत्रं वदामः तर्हि सम्प्रसारणसङ्ख्यप्रणात् परमस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्व आदेशः भवति पूर्वादेशः अत्र एकार भवति तर्हि जि भवति तदनन्तरं जीना सम्बन्धे अहं न जानामि कुतो प्रत्ययः अस्ति परन्तु यदि दीर्घत्वं भवति क्रियादिगणे प्रायः सूत्रम् अस्ति क्रहो लिटि दीर्घ परन्तु स्पष्टतया अहं न जानामि सूत्रेण हलन्त प्रत्ययः अस्ति चेत् पूर्वस्य तस्य अचः दीर्घः भवति अत्र तत्र वस्तुतः महोदय तत्र ज्या इत्यत्र सम्प्रसारणं तु यथा सर्वत्र भवति तथैव भवति झि इति भवति झि योगः तप्रत्ययः झि इत्यत्र एकः एकं सूत्रमस्ति विशिष्टसूत्रं कदाचित् अग्रे पश्यामः हलः इति एकं सूत्रमस्ति तेन सूत्रेण हल् वर्णस्य अनन्तरं सम्प्रसारणसंज्ञकः वर्णः अस्ति चेत् सः वर्णः अङ्गस्य अन्तिमवर्णः अस्ति चेत् तस्य दीर्घत्वं भवति जियोगः तप्रत्ययः अस्ति इदानीं जकारः हल् वर्णः तस्य अनन्तरम् इकारः सम्प्रसारणसंज्ञकः वर्णः अङ्गस्य अन्तिमवर्णः इति कृत्वा तस्य दीर्घत्वं जियोगः तप्रत्ययः तप्रत्ययेषु स्थलेषु बहुत्र तत्र नकारः श्रूयते नकारः तकारस्य नकारादेशः भवति तदर्थं बहूनि विशिष्टसूत्राणि सन्ति अत्र एकं सूत्रमस्ति प्लवा लवादिभ्यः इति सूत्रं तेन सूत्रेण तप्रत्ययस्य स्थाने नकारादेशः भवति. यत्र तत्र लुयादिभ्यः इति एकः गणः अस्ति, तस्मिन् गणे ये ये धातवः सन्ति तेषां विषये तप्रत्ययस्य नकारादेशः भवति, अतः जीनः इति रूपम्. अत्र तप्रत्ययस्य कार्याणि इदानीं न आवश्यकं नावश्यकानि, परन्तु एवमेव अत्र उक्तं. परन्तु तत्र क्रियादिगणे कथं भवति इति अवगच्छामः चेत् समीचीनम्. अस्तु भगिनि, कृपया सूत्रं पुनरेकवारं वदतु भगिनि. जीन इत्यत्र सूत्रद्वयम् अस्ति, एकमस्ति हलः, हलः इति एकं सूत्रम्, अनन्तरं लवादिभ्यः इति सूत्रम्. धन्यवादः. अस्तु अग्रिमं तत्र राजी भगिनि. द्वे वे वेञ्च् भवादिगणे अस्ति, वे इत् वे वर्णः अस्ति, सम्प्रसारणी धातुः अस्ति, गृहीज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भृञ्जति नान्यति च इति सूत्रेण वकारस्य स्थाने उकारः आदेशः भवति. उकारः उकारः वयति कथम् आगच्छति? वे वकारः योगः एकारः. न न, एकक्षणम् एकक्षणम्. अत्र कार्यकरणात् प्राक् अत्र किं तत्र कथमस्ति, धातुतः किं किं विद्यते इति एकवारं वदतु. धातुतः वे इति धातुः अस्ति भ्वादिगणीयधातुः. भ्वादिगणीयधातुः शप् प्रत्ययः विकरणं भवति. भ्वादिगणे शप् विकर्णः अस्ति इति कारणः पित् अस्ति. पित् अस्ति इति कारणतः तत्र ङिति च इति सूत्रेण गुणः न भवति, गुणः निषेधं. पित् प्रत्ययः अस्ति चेत् कथम् अस्ति ङिति च इति सूत्रं? पित् प्रत्ययः इति उक्तं खलु. ओ, पित् प्रत्ययः ङिति च इति सूत्रं कार्यं न करोति. किमर्थं पित् पित् किल अतः गुणः भवति. हा, गुणः भवितुमर्हति, परन्तु अत्र सम्प्रसारणकार्यं भवति वा न वा? अत्र सम्प्रसारणकार्यं न भवति भगिनि. अत्र किमर्थं इति तत् सूत्रम् अत्र कार्यं न करोति. गृहीज्या वै सूत्रं तत्र कार्यं करोति. किमर्थम् इत्युक्ते ङिति च न तत् पित् प्रत्ययः अस्ति इति कारणेन गुणः भवति. हा, इदानीं वदतु अत्र वे धातोः इक् वर्णः अस्ति वा? वे धातोः इक् वर्णः नास्ति. इक् वर्णः अस्ति, वकारः वकारः तु इक् वर्णः, परन्तु वकारः इक् वर्णः अस्ति वा? यन् वर्ण यन् यन् वकारः यन् यन् स्थाने इक् आदेशः भवति यदि सम्प्रसारणीयकार्ये भवति चेत्. इदानीं न भवति, इदानीं न भवति. अतः वकारः योगः एकारः, तत्र एचो यवायावः इति सूत्रेण गुणः भूत्वा तत्र एकारस्थाने अय् आदेशः भवति, अयादेशः भवति. तत्र वकारः भूत्वा नास्ति, गुणः भूत्वा इति नास्ति, केवलम् अयादेशः अयादेशः भवति. वकारयोगः अय वय तिङ् प्रत्ययः वयं योजयामः चेत् वयति इति तिङ्प्रत्ययस्य विधानं वयति वयते आत्मेपति वे धातु उभयपति इति मन्ये, अतः वयति वयते इति रूपद्वयम् आयाति. वे धातुः उभयपदी इति कथं ज्ञातुं शक्यते धातुं दृष्ट्वा? तत्र ञकारः अन्ते अस्ति किल, एकः सूत्रः सूत्रमस्ति आत्मे पदे एकसूत्रमस्ति भगिनि, तत् सूत्रेण तत् सूत्रेण उभयपति, अतः आत्मेपदे अति परस्मेपदि वयति आत्मेपदि वयते इति रूपद्वयम् भवति तत्र. इदानीं तत्र तप्रत्यये तप्रत्यये सप्रत्यये वयं नयामः चेत् तत्र सम्प्रसारणं भवति मकारस्थाने उकारः आदेशः भवति किमर्थम् इत्युक्ते तत्र किति च इति कित् प्रत्यय अस्ति प्रत्यय कित् अस्ति कित् इति कारणेन गृहिज्या वै व्यधि वष्टि वृच्छति वृच्छति पृच्छति भृञ्जति नाङ्गिति च इति सूत्रेण तत्र सम्प्रसारणं भवति बकारस्थाने उकारः आदेशः भवति अतः उतः इति आगच्छति तत्र इतोपि वक्तव्यं वकारस्य स्थाने उकारः एकारस्य का गतिः एकारस्य तत्र उकारः ओके एकारस्य सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः स्थाने एकः एव पूर्वरूप आदेशः भवति अतः एक उकारः एकारः वर्णः वर्णद्वयं सम्प्रसार वर्णद्वय अस्ति इति काल उकारः अपि अच्वर्णः एकारः अपि अच्वर्णः अतः एकः एव तत्र पूर्वरूप आदेशः भवति अतः ऊ एव अवशिष्यते उतः इति रूपं भवति समीचीनम् उकारः अपि अच्वर्णः इति तु अस्ति परन्तु उकारः सम्प्रसारणसंज्ञकः अपि अस्ति सम्प्रसारणसंज्ञकवर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत् तदानीं पूर्वपरयोः पूर्वरूपादेशः भवती अवगतम् इति जानामि केवलं स्पष्टीकरणार्थं वदामि अस्तु समीचीनं बहु समीचीनं तर्हि इदानीम् अग्रे अरविन्द महोदय व्यद् धातुः तु दृष्टम् इदानीं विद्धः इत्यत्र किमपि वक्तुमिच्छति चेत् वदतु तत्र विद्धः इत्यत्र किम् अस्ति विद्धः इति तत्र यकारस्य सम्प्रसारणेन इकारः भवति तकारस्य एवं तकार यो तत्र तकार तत्रापि यत्र सम्प्रसारण च इति सम्प्रसारणपरे यच अच्वर्ण अस्ति तस्य पूर्वपरिहोयकरूपादेशक् इति वि एव अवशिष्यते तत्र धकारपरे त इति प्रत्ययस्य धकारस्य तत्र तत्र तु सन्धिं कृत्वा विद्धा भवति न समीचीनं परन्तु व्यद्योगः त इत्यत्र क्रमेण वदतु कस्य कस्य सम्प्रसारणं भवितुमर्हति कस्य भवति किमर्थं व्यद् इति धातोः वकार यकार दकार अस्ति यकार दकार अस्ति तदनन्तरं किति किति प्रत्यये परे गृहीत्यादिसूत्रेण सम्प्रसारणं विधीयते सम्प्रसारणं विधीयते इति कृत्वा कित् इति निमित्तम् अस्ति तत् पर सम्प्रसार पर यण् वर्णः दृश्यते इति कृत्वा यण् वर्णस्य इक् रूपं भवति तत् पूर्वं यत् यण् अस्ति कति यण् वर्णाः सन्ति तत्र द्वयकवर्ण अस्ति वकार वकार यकार द्वय तत्र यकारस्य सम्प्रसारणं भूत्वा इकारः भवति किमर्थं यकारस्य एव यकारस्य इति कृत्वा यत्र सम्प्रसारणयोग्य वर्णद्वयम् अस्ति तत्र पूर्वपदयो परवर्णस्य एव सम्प्रसारणं भवति सम्प्रसारणे सम्प्रसारण न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण इति कृत्वा यकारस्य एव सम्प्रसारणं भवति इति कृत्वा वकार यथावत् तिष्ठति यकारस्य स्थाने इकारः भवति तदनन्तरं यत् अकारमस्ति तस्य सम्प्रसारण च इति पूर्वपरयोः पूर्वरूपादेशः कृत्वा इकारः यथावत् तिष्ठति इति विध् भवति तदनन्तरं सा योगयित्वा विद्धा भवति समीचीनं तदनन्तरं सन्धिकार्यद्वयम् अस्ति तत् तेन कार्येण तत्र विद्ध इति वित्तः इति रूपं भवति वित्तः विद्धा विद्धम् इति अस्ति अस्तु समीचीनं तर्हि विजयलक्ष्मी भगिनी अग्रे न महोदय एकमेव कृतं खलु तत्र अन्य वश् अपि करोतु वश् तत्र वश् अदादौ अस्ति तत्र अदादिशपः इति अदादिशपः लोपः भवति इति वश् एव तिष्ठति वशियोकति इति तत्र तत्र सन्धि इति कृत्वा षकारस्य षकारं भूत्वा तकारस्य ष्टकारपि भवति स्टुनष्टु इति कृत्वा वष्टि वष्टि इति भवति तिकतिप् इति विकार तिप् इति तिङ्प्रत्ययस्य वष्टि इति रूपं भवति षकारस्य षकार षकारं भूत्वा इति सम्प्रसारण सा प्रत्ययं योजयिता चेत् तत्र वष्टि यदि तत्र सम्प्रसारणं न भवति इति तत्र सपलोपः भवति न तिं कृत्यं भवति न भवति तिं कित् कित् नस्ति इति कृत्वा उत्तमम् उषितः इत्यत्र उषितः अत्र तत्र वश् इति तत्र वश् इति सम्प्रसारणयोग्य वकारस्य उकारः भवति तत्र इदागमयोगः अस्ति इति कृत्वा इकारः भवति इति उषी भवति सा योजयित्वा उषिता भवति समीचीनं तत्रापि वकारस्य सम्प्रसारणं समीचीनम् अस्तु विजयलक्ष्मी भगिनी अग्रे अकारलोपः अकार इति प्रक्रिया तत्र सम्प्रसारणच्च इत्यपि भवति सर्वं भूत्वा उ एव अवशिष्यते उषितः इति रूपं प्रक्रिया समाना विजयलक्ष्मी भगिनी व्यच् धातोः तुदादिगणे अस्ति अतः श इति विकरणप्रत्ययः अत्र वकार यकार द्वयोः यण् द्वयोः यण् इति संज्ञा भवति परन्तु अस्माकं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण द्वितीयः यण् वर्णस्य एव सम्प्रसारणं भवति अतः व्यच् इत्यत्र यकारस्य एव सम्प्रसारणं भवति तुदादिगणे श इति विकरणप्रत्ययः अपित् अस्ति अतः निद्वत् भवति अतः अत्र सम्प्रसारणं भवति व योगः यकारस्य स्थाने इकारादेशः भवति वि इति भवति अनन्तरं गतिः हा इकार अकारयोः सम्प्रसारणाच्च इति पूर्वरूप रूप एकादेशः भवति अतः इकारः एव तिष्ठति वि च इति अन्ते यत् अस्ति तत् तथैव भवति अनन्तरं शप्रत्ययस्य शकारस्य लशक्व तद्धिते इति शप् नास्ति श श श इत्यत्र शकारस्य लशक्व तद्धिते इत्यनेन इत्सम्या तस्य लोपः इति अकारः एव अवशिष्यते व्यच् योगः अ योगः तिप् प्रत्ययः विचति इति रूपं विञ्चयति इति विञ्चयति इति कथं भवति ओ वञ्चयति इति अर्थं वा अस्तु अर्थः वञ्चयति इति विचितः इत्यत्रापि क्तप्रत्ययः कित् अस्ति अतः सम्प्रसारणं भवति पूर्वं यथा यकारस्य स्थाने इकारः अनन्तरं यद् अ अस्ति इकार अकारयोः स्थाने सम्प्रसारणाच्च इत्यनेन एकः पूर्वरूपादेशः भवति वि इत्येव भवति वि चकारस्य केनचित् सूत्रेण इडागमः भवति हा वलादेः किमपि वा भगिनी वलादेः तत्र इडागमः भूत्वा क्तप्रत्ययस्य ककारस्य लोपः भवति त इत्येव अवश्यते विचित्त इति भवति अनन्तरं तत् प्रातिपदिकं सुप्रत्ययोजनेन लिखितः इति. सम्यक्. अस्तु, शुभदा भगिनी अग्रे. भगिनी प्रश्नः अस्ति स्पष्टीकर्तुम्. इदानीं तु वश् धातु दृष्टं, तत्र भवती उक्तवती इदानीं तु वश् योग तत्र तिप् अस्ति खलु, अतः इदानीं वृष्टि वष्टि भवति ति यत् तिष्ठति तस्य ति भवति. अस्तु, इदानीं वष्टि भवति, किन्तु इदानीं तु तस् अस्ति प्रथम प्रथमपुरुष द्विवचन तत्र तु किमपि तत् तत्तु नित्वत् भवति खलु, यतोहि तत्र विकर्णप्रत्ययः लुक् अस्ति, अपि च तस्तु पिट् नास्ति, अतः अपित्वा नित्वत् भवति, अतः तत्र उष्टः भवति, सत्यं, तत्र सम्प्रसारणं भवति, सत्यम्. अतः प्रत्ययः धातोः अनन्तरं कः प्रत्ययः इति प्रथमतया विचिन्त्य तदनन्तरं भवति वा न वा इति चिन्तनीयम्. इत्युक्ते धातुम् अत्र साक्षात् धातुं दृष्ट्वा ओ धातुः अस्ति सूत्रे, ग्रहीज्य इति सूत्रे अस्ति, अतः अहं सम्प्रसारणं करोमि इति नास्ति. तस्य अनन्तरं कः प्रत्ययः अस्ति, प्रत्ययस्य स्वभावः कः, पित्वा अपित्वा कित्वा नित्वा इति सर्वं विचिन्त्य एव कार्यं करणीयं, प्रत्ययमाश्रित्य कार्यं खलु. अतः प्रत्ययः यथा प्रत्ययः तथा कार्यम्. अस्तु, तत्र तु मिप् तत्र वकार एव तिष्ठति, किन्तु अन्यत्र उकार सम्प्रसारणं भवति. किन्तु वच् धातु तथा न भवति, यतोहि तत्र इति परे इति उक्तवती खलु, अतः इदानीं तु नित्वत् भवति, तस् प्रत्यये तु नित्वत् भवति, किन्तु कित्वत् न भवति, अतः तत्र वक्ति वक्तः एव भवति. किं सत्यं, सत्यम्. अस्तु, धन्यवादः. अस्तु, शुभता भगिनी अग्रे. आं भगिनि, ब्रश्च, ब्रश्च इति धातुः सुदादिगणीयधातुः, व्रश्च तस्य सुदादिगणीयधातुः अस्ति इति कृत्वा श इति विकरणप्रत्ययः, ब्रश्च श टि इति प्रसङ्गे श इति श इत्यस्मात् लशक्व तद्धिते इत्यनेन शकारस्य संज्ञा तस्य लोपः इत्यनेन तस्य लोपः, अ इति अवशिष्यते, अ इति पित् नास्ति अतः ङित्वत् व्यवहरति सार्वधातुकमपित् इति सूत्रेण, अतः ङित्वत् अस्ति इति कृत्वा व्रश्च इत्यस्य सम्प्रसारणं प्राप्तः अस्ति, सम्प्रसारणं प्राप्तम् अस्ति, अतः व्रश्च इत्यस्मात् प्रथमस्य इति वर्णच्छेदः कृतं चेत् वर्णच्छेदः कृतः चेत् रेफस्य सम्प्रसारणं ऋ इति भवति, अतः व ऋ अ इति भवति. तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण परम् अच् सम्प्रसारणसंज्ञकवर्ण ऋ इत्यस्मात् परम् अच् अच् इति अ इति अच् अस्ति, अतः उभयोः स्थाने पूर्वपरयोः स्थाने पूर्वरूप एकादेशः भवति, अतः वकारः ऋकारः अकारः, अत्र वकारः ऋकार अकारयोः पूर्वरूपं भूत्वा ऋकारः एव तिष्ठति, अतः व ऋ इति भवति, वृ इति भवति, अतः वृश्च वृश्च अ ति वृश्चति इति लटिरूपं वकारस्य सम्प्रसारणं न भवति वा? कस्य भगिनि? वकारस्य. हा, क्षम्यतां क्षम्यतां, व र इति अस्ति, क्षम्यतां, पूर्वं सम्प्रसारणवर्णात् पूर्वं पूर्ववर्णस्य सम्प्रसारणं न भवति इति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं वदति. अतः वकारस्य सम्प्रसारणं न भवति. अतः व ऋश्च इति वृश्च इति वृश्चति इति रूपं भवति. क्षम्यता. सत्यं समीचीनम्. क्त प्रत्यये परे क्त इति कित् प्रत्ययः वृश्च क्त इति क्त इत्यस्मात् त इति अवशिष्यते. वृश्च त सम्यक् रीत्या न जानामि, परन्तु तकारः झल् वर्णः अस्ति इति कारणात् भ्रश्च भ्रश्च सूत्रं कार्यं करोति वा सम्प्रसारणं? न, तस्य विषये चिन्ता मास्तु. इदानीं सम्प्रसारणं कुत्र भवति इति तावदेव वदतु. अस्तु अस्तु. व्रश्च इत्यस्मात् पुनः तादृशमेव तकारः इति कित् प्रत्ययः अस्ति इति कृत्वा बकाररेफ अकार इत्यस्मात् रेफस्य पूर्व परवर्णस्य सम्प्रसारणीवर्णस्य सम्प्रसारणं भवति, पूर्ववर्णस्य न भवति. रेफस्य सम्प्रसारणं भूत्वा ऋकारः ऋ इति आगच्छति, वकार ऋ अकारः. तदनन्तरं वकारस्य सम्प्रसारणं न भवति, पुनः न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण. अतः वकार ऋकार अकार, तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण पुनः ऋकार अकारस्य स्थाने पूर्वरूप एकादेशः भूत्वा वृ इति भवति. वृश्च इति भवति वृश्च योगः त. तावदेव अहं जानामि भगिनि. तावत् पर्याप्तं. तदनन्तरं तत्र सन्धिकार्यं भवति, अनन्तरं तप्रत्ययस्य नकारादेशः अपि भवति. तत्र तप्रत्ययस्य विषये बहुत्र तप्रत्ययस्य नकारादेशः भवति, तदर्थं बहूनि सूत्राणि सन्ति. अत्रापि तत्र ओदितश्च इति एकं सूत्रमस्ति, यतोहि व्रश् धातुः ओदित् अस्ति, ओ व्रश्चु इति धातुः, अतः ओदित् अस्ति इति कृत्वा तत्र तप्रत्ययस्य नकारादेशः भवति. अस्तु, तर्हि इदानीम् अग्रे तत्र लक्ष्मीभगिनी प्रच्छ. आं भगिनि, प्रच्छ इति धातुः तुदादिगणे अस्ति. प्रच्छियोग तिप् तुदादिगणीयः अस्ति. कर्त्रे सार्वधातुके अस्ति इति कृत्वा शप् आयाति. शपः स्थाने शा आगच्छति. प्रच्छयोग शा योग तिप् शा इति ङित् अस्ति, कित् अस्ति इति कृत्वा तत् सूत्रं प्रवर्तते अत्र. ग्रहीज्या वै केवलं ङित् अस्ति, ङित् अस्ति, क्षम्यतां, ङित्वत् अस्ति इति कृत्वा ग्रहीज्या वै व्यथि वष्टि विच्छति पृच्छति पृच्छति पृञ्छतीनां ङिति च इत्यनेन सम्प्रसारणकार्यं भवति. तेन अत्र रेफः अस्ति, रेफस्य स्थाने ऋकारः आयाति. तेन तृ इति भवति. ततः परं यः अकारः तिष्ठति तस्य लोपः नास्ति, पूर्वरूपादेशः भवति सम्प्रसारणाच्च इति सूत्रेण. अतः प्रच्छ इति रूपं प्राप्यते. इदानीं प्रच्छयोगशायोग ति प्रच्छयोग आयोग ति प्रच्छति, क्षम्यता, पृच्छति इति रूपं प्राप्यते. ततः परं पृच्छति इति रूपं, हा, पृच्छति इति रूपं. प्रच्छयोग तप्रत्यये परे तप्रत्ययः ङित् अस्ति, अतः अत्रापि सम्प्रसारणकार्यं भूत्वा ऋकार रेफस्य स्थाने ऋकारः, ततः परं यः अकारः तिष्ठति तस्य पूर्वरूपादेशः तत्सम्प्रसारणाच्च इत्यनेन पृच्छ योग ता. तत्रापि सन्धिकार्यम् अस्ति वा भगिनि? तत्र सन्धिकार्यमेव भवति, सन्धिकार्यं भूत्वा पृष्टः इति रूपं पृष्टः इति रूपं प्राप्यते. अस्तु धन्यवादः. तर्हि सुमन् भगिनी अग्रे. इदानीं तु भस्य इति सिद्धादिगणे भवतु अस्ति. तत्र एकम् एव सम्प्रसार एक एव यन् वर्णः अस्ति, रेफः अस्ति. रेफस्य ऋकारः भवति. इदानीं ऋकारः ग्रहि द्या वै व्यधि वष्टि इच्छति वृच्छति पृच्छति भगिनी न श्रूयते, कुत्र अस्ति, समीपे आगच्छतु. क्षम्यतां, इदानीं श्रूयते. अस्तु, तत्र गृहि ज्या वै व्यधि वृष्टि विच्छति वृष्टति पृच्छति भृजति मिति च इति सूत्रेण रेफस्य सम्प्रसारणं भवति. इदानीं भकार ऋकारः अकारः भवति. ऋकार अकारः तत्र तु सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः स्थाने पूर्वरूप इत्युक्ते ऋकार एव आदेशः भवति. अतः इदानीं भृ भृ योग सकार योग जकार अस्ति. सुदादिगणे अकार इति विकर्ण प्रत्यये तिष्ठति, अवशिष्यते. शकार अस्ति तत्र इत्संज्ञस्य लोपानन्तरम् अकार एव अस्ति. अतः इदानीं भृज योग अकार भृज इति भवति. किन्तु सकारस्य जकारः कथं भवति? न, ब्रज न सम्प्रसारणकार्यम् अभवत् चेत् कथं ब्रज? तत्र रेफस्य स्थाने ऋकार रेफस्य अकारस्य स्थाने इदानीं तु ऋकारः भवति खलु, ऋकारः. तर्हि ब्रज सत्यं, किन्तु तत्र सकारस्य जकारः कथम्? भवती वदतु, सकारजकारयोः सन्धिकार्यं किम्? न, तत्र श्रुत्वं प्रायः, किन्तु सकार कथं? तत्र सकारस्य शकार भवति खलु? शकारः भवति, तदनन्तरं किं भवति? उत्तमं, सूर्यकुमारी भगिनी वदतु. भवति जलं जलं जलं जश् जशि. उत्तमम् उत्तमम् इति अस्ति. प्रथमं स्तोः श्युनाश्युः इत्यनेन श्रुत्वं सकारः भवति. आं सत्यं, सकारस्य तालवे शकारः. अनन्तरं जलां जश् जशि इति सूत्रेण जशि परे तत्र जश् आदेशः भवति. तालवे सकारस्य जकारादेशः साधारणतया शकार इदानीं पदान्ते अस्ति चेत् न दृश्यते, अतः विस्मृतवती. अस्तु अस्तु, नास्ति चिन्ता. पृच्छति इति रूपं, तत्र तप्रत्ययस्य विषये वदतु. इदानीं तु तप्रत्यय अपि इदानीं तप्रत्ययः इति अस्ति, अतः सम्प्रसारणं कार्यं भवति. रेफस्य स्थाने ऋकारः ऋकारः अकारः सम्प्रसारणाच्च इति तेन सूत्रेण रेफस्य क्षम्यतां ऋकारस्य अकारस्य स्थाने पूर्व रूपम् इत्युक्ते ऋकारः एव आदेशः भवति. भकार ऋकारः तिष्ठति. इदानीं तत्र सन्धिकार्यं भवति खलु, सकारस्य स्थाने इदानीं शकारः आदेशः भवति, यतोहि पूर्वं तु रेफ अस्ति तत्र आदेशप्रत्ययः खलु न सकारस्य लोपः भवति अत्र वस्तुतः तत्र भिन्नकार्यमस्ति स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति तदनन्तरं तत्र भ्रश्च इति सूत्रेण जकारस्य षकारादेशः अनन्तरं स्टुत्वम् अस्तु तस्य विषये नास्ति चिन्ता सम्प्रसारणकार्यं सम्यक्तया अवगतं चेत् इदानीं पर्याप्तम् अस्तु धन्यवादः अस्तु समीचीनं तर्हि इदानीं लक्ष्मी भगिनी भवती पठतु इज्ञः सम्प्रसारणम् आं भगिनि इज्ञः सम्प्रसारणम् यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं सम्प्रसारणसंज्ञा भवति इक् प्रथमान्तं यणः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणम् एतत् संज्ञासूत्रमस्ति इक् यणः सम्प्रसारणम् इति तस्य अर्थः यण् प्रत्याहारस्य स्थाने इक् प्रत्याहारः प्रत्याहारवर्णाः आदिष्टः भवति इति उक्तं तेन इक् कः स्थाने न इक् इक् प्रत्याहारे ये वर्णाः सन्ति तेषां सम्प्रसारणसंज्ञा भवति अतः क्षम्यते यण् प्रत्याहारे ये सन्ति तेषां सम्प्रसारणमिति संज्ञा भवति य व र ल एते वर्णाः कस्य सम्प्रसारणसंज्ञा भवति यणः स्थाने इक् क्षम्यता यणः स्थाने इक् इक् प्रत्याहारः अतः इक् प्रत्याहारे ये वर्णाः सन्ति तेषामेव सम्प्रसारणं संज्ञा भवति क्षम्यतां भगिनि भ्रमः जातः यणः स्थाने यदा इक् आदिष्टः भवति तदानीम् इकः सम्प्रसारणसंज्ञा भवति केवलम् इक् वर्णस्य सम्प्रसारणम् इति नास्ति इति नास्ति हा यत्र यणः स्थाने इक् वर्णाः आदिष्टः भवति तस्मिन् सन्दर्भे तेषां सम्प्रसारणसंज्ञा इति भवति इ ऊर् ऋ एते वर्णाः सम्प्रसारणसंज्ञा भवति तस्मिन् सन्दर्भे इति अर्थः अस्ति अग्रिमसूत्रं वदतु तत्र इदं सूत्रं कीदृशसूत्रं संज्ञासूत्रमस्ति अस्तु अग्रिमसूत्रमपि पठतु सम्प्रसारणाच्च इति अस्ति सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वारूपादेशः भवति सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि अमिपूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायां सम्प्रसारणाच्च इति सूत्रं सूत्रस्य अर्थः एतादृशमस्ति यत्र सम्प्रसारणं सम्भवति ततः परम् अच्वर्णः अस्ति चेत् अच्वर्णद्वयं सम्भवति तदा कः वर्णः तिष्ठति इति प्रश्ने पूर्वपरयोः स्थाने पूर्वरूपादेशः एव भवति इत्युक्ते इक् वर्णः सम्प्रसारणसंज्ञा यस्य अस्ति तदेव तिष्ठति इति एतत् सूत्रं वदति तेन यत्र सम्प्रसारणं भवति ततः परं यदि अच्वर्णः अस्ति चेत् पूर्वपरयोः स्थाने पूर्वरूपादेशः भवति एतत् संहितायाम् अस्ति वर्णकार्यमस्ति अतः संहितायाम् इत्यस्य अधिकारः अपि अस्ति पूर्व एकः पूर्वपरयोः इत्यस्यापि अधिकारः अस्ति इति अर्थः समीचीनं धन्यवादः इदानीं विजयलक्ष्मी भगिनी न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणम् अत्र त्रिपदमिदं सूत्रं न इति आदौ अस्ति तत्तु अव्ययपदं सम्प्रसारणे इति सप्तम्यन्तं सप् अनन्तरं सम्प्रसारणम् इति प्रथमान्तं त्रिपदम् इदं सूत्रम् अत्र अनुवृत्तिसहितं किमपि नास्ति, अनुवृत्ति नास्ति, सूत्रमेव सम्पूर्णं यदा सम्प्रसारणे इत्युक्ते सप्तम्यन्तमस्ति, अतः एतत् सप्तम्यन्तं लोके यथा वदामः तद्वत् वा भगिनी, अथवा सूत्रे यदा सप्तम्यन्तम् इति वदामश्चेत् पराकार्यं पूर्वकार्यम् इति सम्प्रसारणे परे इति अर्थः, सम्प्रसारणे परे हा अत्र एव अस्ति ओ सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणवर्णस्य कार्यं न भवति, परस्य एव कार्यं भवति। तर्हि तत् सप्तम्यन्तं किमर्थं, षष्ठी किमर्थं नास्ति? षष्ठी इत्यस्य अस्ति चेत् कथं प्रतिपादयति वदतु। न सम्प्रसारणः सम्प्रसारणं तत्र विषयसप्तमी अस्ति, विषयसप्तमी इति नास्ति। कथं विषयसप्तमी, विषयमेव सप्तमी इति चेत् कथं प्रतिपादयितुं शक्यते? परन्तु तत्रैव कार्यमपि भवति। न न अत्र अत्र पश्यतु, इदं सूत्रं कीदृशसूत्रमस्ति? निषेधसूत्रं वा परिभाषा, निषेधसूत्रमस्ति खलु, न इति उक्तं, न इति अस्ति। कस्य निषेधः? सम्प्रसारणस्य निषेधः। परन्तु सम्प्रसारणं केन सूत्रेण भवति? दीर्घसूत्रेण भवति, ग्रहीज्या वै ग्रहीज्या इति सूत्रेण यत् सम्प्रसारणकार्यं विहितम् अस्ति तस्य निषेधः क्रियते अनेन। तर्हि यदि इदं सूत्रं नास्ति तर्हि द्वयोः वर्णयोः अपि सम्प्रसारणं भवितुमर्हति। सत्यं, यतोहि वर्णद्वयमपि यण् वर्णः अस्ति चेत् कुत्रचित् यथा व्यद् इत्यत्र उभयत्र सम्प्रसारणं भवितुमर्हति। तदर्थम् अत्र उक्तं सम्प्रसारणसंज्ञकवर्णे परे पूर्वस्य सम्प्रसारणं न भवति इति। अत्र परः इत्युक्ते तत्र परसप्तमी इति, तस्मात् पूर्वं कार्यं न भवति इति अर्थः खलु। विषयसप्तमी नास्ति, विषयसप्तमी अस्ति चेत् अर्थबोधः कथं भवति? सम्प्रसारणस्य विषये सम्प्रसारणं न भवति इति कथम् अर्थः? सम्प्रसारणस्य विषये सम्प्रसारणं न भवति इति चेत् तादृशवाक्यस्य अर्थः कः? परे इति अर्थे एव अस्ति, परे इति अर्थे, सम्प्रसारणे परे पूर्वस्थितस्य सम्प्रसारणं न भवति। परन्तु पूर्वम् इति कुतः आगतम्? सम्प्रसारणे इति उक्तत्वात्, सम्प्रसारणे इति उक्तत्वात्, सम्प्रसारणे इति सप्तम्यन्तं, तर्हि अत्र स्थानि किमर्थं किमपि नास्ति सम्प्रसारणे परे तर्हि सम्प्रसारणं न भवति, तर्हि तस्मात् पूर्वं सम्प्रसारणं न भवति इति अर्थः आयाति। यतोहि सप्तम्यन्तपदेन सम्प्रसारणे इति इत्यनेन सम्प्रसारणे परतः इति अर्थः, परे यः सम्प्रसारणे परतः पूर्वस्थितस्य सम्प्रसारणस्य कार्यं न भवति, परन्तु सम्प्रसारणे इत्यस्य एव कारणं कार्यं भवति इति कथं जानीमः? सम्प्रसारणस्य इत्येव कार्यं भवति इति तत्र ग्रहीज्यावयि इति सूत्रेण द्वयम् उभयत्र कार्यं भवितुम् अर्हति। तर्हि उभयत्र कार्यं भवितुम् अर्हति, परन्तु इदं सूत्रं यत्र वदति यत्र एकस्य वर्णस्य अनन्तरम् अन्यसम्प्रसारणसंज्ञकः वर्ण अस्ति चेत् तर्हि तस्य परे सम्प्रसारणं न भवति इत्युक्ते तत्र साक्षात् अर्थः कः? पूर्वस्य न भवति इति अर्थः, सम्प्रसारणे परे पूर्वस्य न भवति इत्येव अर्थः। यतोहि परसप्तमी इति अर्थः अस्ति खलु, अतः तादृश अर्थः अवगन्तुं शक्यते। सतिसप्तमी अपि भवितुम् अर्हति वा भगिनि, सम्प्रसारणे सति इति? सम्प्रसारणे सति वाक्यं वदतु, सम्प्रसारणे सति कथम्? सम्प्रसारणे सति न सम्प्रसारणम् इति पूर्वम् इति अर्थः कः कथम् आयाति सतिसप्तमी इत्यनेन पूर्वम् इति अर्थः कथम् आयाति भगिनि अहं चिन्तयामि किति किति प्रत्यये परे इति निमित्तम् अस्ति इति प्रत्ययः पूर्वं कीदृशसम्प्रसारणयोग्य वर्ण दृश्यते पर एव दृश्यते इति कृत्वा एकदेशविकृतम् अनन्यवत् इति परिभाषया तस्य एव भवति द्वितीयं कार्यं कर्तुं प्रत्ययस्य एव अवशेषः नास्ति इति कृत्वा एक एव सम्प्रसारणं भवति इति भवान् यत् वक्तुमिच्छति सम्यक्तया न अवगतं पुनः प्रतिपादयति चेत् अवगन्तुं प्रयत्नं करोमि यदि धातुपरे किति किति प्रत्ययः अस्ति कृत्वा निमित्तमस्ति प्रत्ययः प्रत्ययस्य दृष्टि पर वर्णस्य एव भवति पूर्त यत् सम्प्रसारणयोग्यवर्णः अस्ति इति कृत्वा एकदेशविकृतम् अनन्यवत् इति परिभाषा किं वदति एकवारं प्रत्ययेन सम्प्रसारणं कृतम् अस्ति चेत् तस्य अवशेषदेश एकदेशविकृतस्य अनन्यत्वात् इति तथा न वदति एकदेशविकृतस्य अनन्यवत् इत्यनेन यत्र मूलम् अस्ति मूलस्य परिवर्तनं भवति चेदपि तत्र मूलं तिष्ठति इत्येव अर्थः अस्ति अत्र कित्नित् प्रत्यये परे अस्ति इति कृत्वा एकदेशविकृतस्य अनन्यवत् इत्यस्य इति न्यायस्य तत्र अवसरः नास्ति इदानीं सम्प्रसारणकार्यमेव न जातं किमपि न जातम् अङ्गम् अस्ति मम पुरतः अङ्गमस्ति अङ्गे अहं जानामि तत्र सम्प्रसारणसंज्ञकवर्णद्वयम् अस्ति सम्प्रसारणविधायकसूत्रम् अस्ति तेन उभयत्र सम्प्रसारणं भवितुमर्हति ईगणः सम्प्रसारणम् इत्यनेन अहं जानामि तत्र यण्वर्णस्य स्थाने यः ईकवर्णः आदिष्टः भवति तस्य सम्प्रसारणसंज्ञा भवति इति अहं जानामि तत्सर्वम् अहं जानामि अहं किं न जानामि अत्र उभयत्र सम्प्रसारणं भवति इति अहं जानामि अहं किं न जानामि एकस्य सम्प्रसारणं न भवति इति अहं न जानामि तत् कथं जानामि न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण अहं जानामि सम्प्रसारणे पूर्वस्य वा परवस्य वा इति कथं निर्णयितुं सम्प्रसारणे इति उक्तत्वात् सम्प्रसारणे न सम्प्रसारणं सम्प्रसारणे परे सम्प्रसारणं न भवति निमित्तं किं दृश्यते इति कृत्वा यदा सर्वधातुकलकारस्तमने तिङ् धातुं दृश्यते इति कृत्वा सर्वधातुक इति वयं पठितवन्तः तादृश अत्र प्रत्ययस्य विषये नास्ति इति चिन्तयामि परन्तु व्याख्यानम् एकवारं पुनः पश्यामि अत्र अन्यत् किमपि उक्तं वा इति पश्यामि अनन्तरम् अग्रिमसप्ताहे वक्ष्यामि परन्तु इदानीं यावत् अहं वक्तुम् इच्छामि इति चेत् अत्र सम्प्रसारणे इति सप्तम्यन्तपदस्य बलेन पूर्वं न भवति इत्येव अर्थः परन्तु व्याख्यानेषु अन्यत् किमपि उक्तं वा इति दृष्ट्वा अनन्तरं वक्ष्यामि भगिनि सम्प्रसारणे इति द्विवचनं भवितुम् अर्हति वा यदा अत्र तु सम्प्रसारणं सम्प्रसारणमिति द्वयं स्तः अतः सम्प्रसारणे इति द्विवचनमपि भवितुम् अर्हति वा हा द्विवचनं भवति चेत् अन्वयः कथम् इत्यपि वक्तव्यं तत्र सूत्रार्थः सूत्रार्थे अन्वयः कथम् इति वक्तव्यम् एव यदि वक्तुं शक्नोति चेत् द्विवचनम् इत्यपि स्वीकर्तुं शक्यते अहमपि योजनं कृत्वा अग्रिमे सप्ताहे हा समीचीनं चिन्तयित्वा वदतु द्विवचनम् इति समीचीनमस्ति चिन्तनं परन्तु कथम् अन्वयः इति वदतु चिन्त्य अस्तु तर्हि अत्र स्थगयामः समयः अतीतः धन्यवादः धन्यवादः भगिनि धन्यवादः धन्यवादः भगिनि धन्यवादः